पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 44 सर्व उवाच शरीरे मम तन्वङ्गि सिदे भास्य सिदद्युदिः भुजङ्गी वासिदा शुभ्रे संसृष्टा चन्दनेतरौ चन्द्रातपेन संवृत्ता रुधिराम्बरसंवृता रजनी वासुदे पक्षे दृष्टिदोषं ददासि मे इत्युक्ता गिरिजातेन मुक्तकण्ठापि नागिनाम् उवाच कोपरक्ताक्षी भ्रुकुडी विकृताननः देव्युवाच स्वकृतेन जनः सर्वो जाड्येन परिभूयते अवश्य मर्धि प्राप्नोति खण्डनं शशिमण्डन तपोभिर्दीर्घचरितैर्या त्वां प्रार्थितवत्यहं तस्यामेनि यदत्वेष हव्यमानः पदे पदे नैवास्मि कुडिला शर्व विषमा न च धूर्जडे सविषस्त्वं जगद्ख्यादो व्यक्तदोषाकराश्रयः त्वं हि मुष्णासि दशनान्नेत्रहन्ताभगस्य च आदित्यस्त्वां विजानादि भगवान् द्वादशात्मकः मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् यस्त्वं मामाद्ध कृष्णेदि महाकालोऽसि विश्रुतः यस्याम्यहं परित्यक्तुमात्मानं तपसा गिरिं जीवं ध्यानमया कृत्यं दूर्तेन हरिबोधया कपालिकेन क्षुद्रेण श्मशाने नित्यवासिना भूत्या विलिप्तस्वाङ्गेन मातृमध्यस्थचारिणा निशम्य तस्य वचनं कोप तीक्ष्णाक्षरं हरः उवाचानिष्टसम्भ्रान्तः प्रचलेनेन्दुमौलिना सर्व उवाच हगात्मजासि गिरिजे नाहं निन्दापरस्तव चाडूक्ति बुद्ध्यादु मया कृद उन्माद संश्रयः विकल्पस्वस्थचित्तेदु गिरिजेन मम क्रमाद यद्येवं कुपिता भीरु तत्त वाहं न वै पुनः नर्मवादी भविष्यामि जहि कोपं शुचिस्मिदे शिरसा प्रणतेनैष रचितस्ते मयाञ्जलि निहीनो ह्यपमानेन निन्दितेनैति विक्रियाम् असतां दुःसतां न स्यान्मर्मस्पृष्टो नर किल अनेकैश्चाडुभिर्देवी देवेन प्रतिबोधिता कोपं तीव्रं न तत्याज सदि मर्मणि कट्टिता अवष्टब्धमधाश्चिद्य वासशङ्करपाणिना विपर्यस्तालकावेगात् गन्धुमैच्छच्च शैलजा तस्या व्रचन्ध्या कोपेन पुनराह पुरांतकः सत्यं सर्वैरवयवैस्तनोषि सदृशां पितुः हिमाचलस्य शृङ्गस्थमेव जालाकुलं मनः तथा दुरवगाह्येभ्यो गहनो हि तवाशयः काठिन्यमश्मसारेभ्यो वनेभ्यो बहुलां गदा कुटिलत्वं निम्न गाभ्यो दुःसेव्यत्वं हिमादपि सङ्क्रान्तं सर्वं मे वै तत्तन्वङ्गिहिमभूधराद इत्युक्ता स पुनः प्राह गिरिशं शैलकन्यका कोपकम्पितमूर्धा सा प्रस्फुरदशनच्छता उमोवाच स्यात् सर्वं दोषदानेन निन्दायां गुणिनो बलाद तवापि दुष्टसम्पर्कात् सङ्क्रान्तं सर्वमेव हि व्यालेभ्योऽनेकजिह्वत्वं भस्मनो स्नेहवृत्तिता हृत्कालुष्यं शशाङ्कोद्धं दुर्बाधत्वं विषादपि किं चात्र बहुनोक्तेन अलं वाचां श्रमेण ते श्मशानवासान्निर्भिस्त्वं नग्नत्वा तव नत्रप निर्घृणत्वं कपालित्वा दया देवि कदाचिरम् इत्युक्त्वा मन्दिरात् तस्मान्निर्जगाम हिमाद्रिजा तस्यां व्रचन्द्यां देवेश्यां गह्नै किल किला कृता क्व माद गच्छसीत्युक्त्वा रुदद्भिर्धावितं पुनः विष्टभ्यचरणौ देव्या वीरको बाष्पगद्गदः प्रोवाच माद किन्वेदत् क्व यासि कुपितातुरा अहं त्वा मनुयास्यामि व्रजन्तीं स्नेहवर्जितां नो चेत् पदिष्ये शिखरात् गिरेरस्य त्वयोज्झितः उन्नम्य वदनं देवी दक्षिणेन दुपाणिना उवाच वीरकं मादा त्वं शोकं पुत्रमाकृधाः शैलाग्रात् पतितुं नैव न च गन्तुं मया सह युक्तं ते पुत्र गच्छामि येन कार्येण तच्छृणु कृष्णेत्युक्ता हरेणाहं स्तम्भितास्म्यवमानिता साकं तपः करिष्यामि येन गौरी त्वमाप्नुयात् यश स्त्रीलम्बडो देवो यातायां मय्यनन्तरम् द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षणं यथा न काचित् प्रविशेद्योषि तत्र हरान्तिकं दृष्ट्वा परस्त्रियं चापि वदेथा मम पुत्रक शीघ्रमेव करिष्यामि यथा युक्तमनन्तरम् एवमस्त्विति देवेशीं वीरकोवाच साम्प्रतं मादुराज्ञामृदाहारप्लाविदाङ्गो गतज्वरः जगामरक्षां सद्रष्टुं प्रणिपत्यतु मातरं देवी चापश्य दायान्तीं सखीं मादुर्विभूषितां कुसुमामोहिनीं नाम तस्य शैलस्य देवतां सापि दृष्ट्वा गिरिसुधां स्नेहविक्लवमानसा क्व पुत्री गच्छसीत्युच्चैरालिङ्ग्यो वाच देवता सा तस्या सर्वमाचख्यौ शङ्करात् कोपकारणां पुनश्चोवाच गिरिजा देवतां मातृसंमिताम् उमोवाच नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते सर्वतसन्निधानं ते मनसातीव वत्सला अतस्तु ते प्रवक्ष्यामि यद्विधेयं त्वयाम्बिके अन्यस्त्रीसम्प्रवेशस्तु त्वया रक्ष्यप्रयत्नतः सरहस्य प्रयत्नेन निषेव्य सततं गिरौ पिनाकिनः प्रविष्ठायां वक्तव्यं मे त्वया नखे ततोऽहं संविधास्यामि यत्क्षमं तदनन्तरम् इत्युक्त्वा तां तथेत्युक्ता जगाम सा गिरिं शुभा उमापि पितुरुद्यानं जगामाद्रिसुधाद्भुतम् अन्तरिक्षं समाविश्य मेकमालाविलप्रभं भूषणानि ततोऽन्यस्य वृक्षवल्कलधारिणी ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु जलोषिता वन्याहारा निराहारा शुष्कस्तण्डिलशायिनी एवं साधयति तत्र तपःसा च व्यवस्थिता ज्ञात्वा गतां गिरिसुतां दैत्यस्तत्रान्तरे बली अन्धकस्य सुतो हृष्टपितुर्वधमनुस्मरन् देवान् सर्वान्विजित्याजौ भगभ्रादारणोत्कटः आदिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः आजगामामररिपुपुरं त्रिपुरखादिनः स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितं विचिन्त्य सोऽपि च वरं दत्तं कमलयोनिनां अदे किलान्धके दैत्ये गिरिसेनासुरद्विषा आडिश्चकारविपुलं तपः परमदारुणं समाकत्याब्रवीद्ब्रह्मा तपसा परितोषितः किमाडे दानवश्रेष्ठतपसा प्राप्तुमिच्छसि ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ब्रह्मोवाच जातानामिह संसारे विना मृत्युं न युज्यते यतस्ततोऽपि दैत्येन्द्रमृत्युप्राप्य शरीरिभिः इत्युक्तो दैत्यसिंहस्तु प्रोवाचाम्बुजसम्भवम् रूपस्य परिवर्तो मे यदा स्यात् पद्मसम्भव तदा मृत्युर्मम भवेदन्यथा त्वमरोऽस्म्यहम् इत्युक्तस्तु ततोवाच तुष्टकमलसम्भवः यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति तदा ते भविता मृत्युरन्यथा न भविष्यति इत्युक्तो मरदा मेने दैत्यसूनुर्महाबलः तस्मिन् काले त्वस्संस्मृत्य तद्वधो पायमात्मनः प्रतिहर्तुर्दृष्टिपथे वीरकस्याभवंस्तदा भुजङ्गरूपी रन्ध्रेण प्रविवेश दृश्यपथं परिहृत्य गणेशस्य दानवो रौद्रदुर्जयः अलक्षितो गणेशेन प्रविश्याथ परां तनुं भुजङ्गरूपं संत्यज्य जग्राहाथ महासुरः उमारूपं रमयितुं गिरिशं मूढचेतनः कृत्वा मायामयं रूपमप्रत्यर्क्यं मनोहरं सर्वैरवयवैपूर्णं सर्वाभिज्ञानबृंहितं कृत्वा भगान्तरे दं तं दैत्यो वज्रमयं सुदृढं तीक्ष्णाग्रं बुद्धिमोहेन गिरिशं हन्तमुद्यतः कृत्वो मारूपसन्धानं गदो दैत्यो हरान्धिकम् पापो रम्याकृतिश्चित्रभूषणाम्बरसंयुधः तं दृष्ट्वा गिरिशस्तुष्टस्तमालिङ्ग्यमहासुरं मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः अपृच्छत् साधुभावं ते गिरिपुत्रिण कृत्रिमं ज्ञात्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनि त्वया विरहितं शून्यं मम स्थानं जगत्त्रयं प्राप्ता प्रसन्नवदने युक्तमेवं विधं त्वयि इत्युक्तो दानवेन्द्रस्तु तम्बभाषे स्मितं शनैः स चाबुद्ध्यदभिज्ञानै प्राकत्रिपुरखादिनं दैत्य उवाच यातास्मि तपसः कामाद्वरं लब्धुं हिमाचलं रतिश्च तत्र मनोभूत्ततः प्राप्ता त्वदन्तिकम् इत्युक्तः शङ्करशङ्कां चित्ते प्राप्तो विचारयन् हृदयेन समाधाय देवप्रहसिताननः कुपिता कुपितं बुद्ध्वा प्रकृत्या च दृढव्रता अप्राप्तकामा सम्प्राप्ता किमेतत् संविजानति इति चिन्त्य हरस्तस्य अभिज्ञानं विचारयन् न पश्यद्वामपार्श्वे तु तदङ्गं पदलक्षणं लोम्ना मा वर्तरजितं तदो देवः पिनाकधृक बुद्ध्वा तां दानवीं मायामाकारं गुह्यंस्ततः मेढ्रदंष्ट्रास्त्रमादाय दानवं तामसादयद न चाबुध्यत तद्वृत्तं वीरको द्वाररक्षकः कुसुमामोदिनं दृष्ट्वा स्त्रीरूपं दानवेश्वरं दूतेन मारुतेनाशु बोधिता हिमशैलजा श्रुत्वा वायुमुखाद्देवी क्रोधरक्ता विलेक्षणा अपश्यद्वीरकं पुत्रं हृदयेनैव दूयता देव्युवाच मातरं मां परित्यज्य यस्मात् त्वं स्नेहविक्लवान् विहितावसरस्त्रीणां शङ्करस्य रहोविधौ तस्मात् ते मानुषे रुक्षा जडा हृदयवर्जिता गणेशाकारसदृशी शिलामादा भविष्यति निमित्त एष विख्यातो वीरकस्य सुदादराद सम्भवे प्रक्रमे चैव विचित्राख्यानसंशयः एवमुत्सृष्टशापायां गिरिपुत्र्यामनन्तरं निर्जगाममुखात् क्रोधसिंहरूपी महाबलः स तु सिंहकरालास्य सडा जडिलकन्धरः ऊर्ध्वपोद्भूतलाङ्गुलो दंष्ट्रोत्कटमुखावडः व्यादितस्यो लम्बजिह्वः क्षामकुक्षि बलादिषु अस्यास्ये वर्तितुं देवी व्यवस्थितवती तदा ज्ञात्वा मनोगतं तस्य भगवांश्चतुराननः आजगामाश्रमपदं सम्पदामाश्रयं यतः आगम्यो वाच देवेशो गिरिजां स्पष्टया गिरा ब्रह्मोवाच किं पुनः प्राप्तुकामासि किमलभ्यं ददामि ते विजम्यतामधिक्लेशात् तपसोऽस्मान्मदाज्ञया तच्छ्रुत्वो वाच गिरिजा गुरोर्गौरवयन्द्रितं वाच्यं वाचाहरोद्गीर्ण वर्णनिर्गमवाञ्छितं देव्युवाच तपसा दुष्करेणाप्तत्पदिर्वै शङ्करो मया सम्यां श्यामलवर्णेदि बहुश प्रोक्तवान् रहः तस्मादहं काञ्चनाभवर्णा तन्नाम संयुधा भर्तुर्भूतपदे रङ्गमेकदो निर्विशं भवेद् तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जगदीश्वरः एवं भवत्वं भूयश्च भर्तुर्देहार्धचारिणी तदस्तत्याजतां कृष्णां भुल्लन्नीलोत्पलत्वजं त्वच्च साप्यभवद्भीमा खण्डा हस्ता त्रिलोचना नानाभरणसम्पूर्णा पीतकौशेयधारिणी तामब्रवीततो ब्रह्मा देवीं नीलाम्बुजत्विषं निशे भूतरजा देहसम्पर्कात्वं मदाज्ञया सम्प्राप्ता कृतकृत्यत्वमेकानंशा पुरोह्यसि य एष सिंहप्रोद्भूतो देव्या क्रोधाद्वरानने स तेस्तु वाहनं देवि केतौ चास्तु महाबलः गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि पञ्चालो नाम यक्षोऽयं यक्षलक्षपदानुगः दत्तस्ते किङ्करो देवि मया मायाशतैर्युधः इत्युक्त्वा कौशिकी देवी विन्ध्यशैलं जगामः उमापि प्राप्तसङ्कल्पा जगाम गिरिशान्तिकं प्रविशन्तीं तुदां द्वारा दवहृत्य समाहितः रुरोध वीरको देवीं हेमवेत्रलथाधरः तामुवाच च कोपेन रूपे दुव्यभिचारिणीं प्रयोजनं न त्रेदास्ति गच्छ यावन्न भक्ष्यसे देव्या रूपधरो दैत्यो देवं वञ्चितुमागताः प्रविष्टो न च दृष्टोऽसौ स च देवेन खादितः खादिते चाकमाज्ञप्तो नीलकण्ठेन कोऽपि न द्वारे त्वनवधानं ते यस्मात् पश्यामि वै ततः भविष्यसि न मे द्वास्तो वर्षपूगाननेकशः अधस्ते नात्र दास्यामि प्रवेशं गम्यतां द्रुतं यगां मुक्त्वा गिरिसुधां मादरं स्नेहवत्सलां प्रवेशं लभते नान्या नारी कमललोचने इत्युक्त्वा तु तदा देवी चिन्तयामास चेतसा नारी नैव स दैतेयो वायुर्मे यामभाषद पृथैव वीर कश्शब्दो मया क्रोधपरीतया अकार्यं क्रियते मूढैः प्रायक्रोधसमन्वितैः क्रोधेन नश्यते कीर्तिक्रोधो हन्धिस्थितां श्रियम् अपरिच्छिन्नतत्त्वार्था पुत्रं शापितवत्यहं विपरीतार्थबुद्धीनां सुलभो विपदागमः संचित्यैव मुवाचेदं वीरकं प्रतिशैलजा सज्जलज्जा विकारेण वदनेनाम्बुजत्विषा देव्युवाच अहं वीरकते माता न तेस्तु मनसो भ्रमः शङ्करस्यास्मि दयिता सुधा तु हि न भूभृदः मम गात्रच्च विभ्रान्त्या मा शङ्कां पुत्रधारय तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना मया शप्तोऽस्य विदिते वृत्तान्ते दैत्यनिर्मिते ज्ञात्वा नारीप्रवेशं तु शङ्करे रहसि स्थिते न निवर्तयितुं शक्यशाप किन्तु ब्रवीमि ते शीघ्रमेष्यसि मानुष्यात् सर्वकामसमन्वितः शिरःसाधु तदो वन्द्य मातरं पूर्णमानसः उवाच साध्वीं पूर्णेन्दु द्युतिं तुहिन शैलजां वीरक उवाच नदसुरासुरमौलिलसन्मणिप्रवरकान्तिकरालिनखाङ्घ्रिके नगसुदे शरणागतवत्सले नवनमो वनदार्तिविनाशिनि तपनमण्डलमण्डितकन्धरे पृथु सुवर्णनगद्युतिहारिके विषमभङ्ग विषङ्गमभीषितो गिरिसुदे भवती महमाश्रये जगतिका प्रणताभिमदा ददौ चडिदि सिद्धिमृते भवतीं यथा जगतिकां प्रणमे शशिशेखरो भुवनभृन्मुनयो भवतीं यथा विमलयोग विनिर्मिददुर्जये सुतनु तुल्यमहेश्वरमण्डली विदलितान्धकबान्धव संहदि सुरवराय प्रथमं त्वमभिष्टुता सितसडापडलोद्धतकन्धराभवमहामृगराजरयस्थिता विमलशक्तिमुखानलपिङ्गला यदभुजौ कनिपिष्टमहासुरा निगदिता भुवनैरधिचण्डिका जननि शुम्भनिशुम्भनिषूदिनि प्रणदचिन्तितदा भवदा नवप्रशमनैकरतिस्तरसा भुवि वियदि वायुपथे ज्वलनाकुले वनितले तव देवि च यद्वभुः तद जिदे प्रदिमे प्रणमाम्यहं भुवनभाविनिदे भववल्लभे जलधयो ललितोद्धतवीजयो हुदवहोद्युदिदग्धचराचरः फणसहस्रभृतश्च भुजङ्गमास्त्वभिधास्यसि मामभयङ्करा भगवति स्थिरभक्तजनाश्रये प्रतिगदो भवदीचरणाश्रयं करणजातमिहास्तु ममाश्रवैदव विलासमुखानुभवास्यदं सुप्रसन्ना ततो देवी वीरकस्येदि संस्तुता प्रविवेश शुभं भर्तुर्भुवनं भूधरात्मजा द्वास्त्वोऽपि वीरको देवान् हरदर्शनकाङ्क्षिणः व्यसर्जयत्स्वकानेव गृहानादरपूर्वकम् नास्त्यत्रावसरो देवा देव्या सह वृषा कपिः निभृतक्रीडतित्युक्ता ययुस्ते च यथा गतम् त्यदे वर्षसहस्रे तु देवास्त्वरितमानसाः ज्वलनं चोदयामासु ज्ञातुं शङ्करचेष्टितं प्रविश्य पक्षिरन्ध्रेण शुकरूपी हुदाशनः ददर्शशयने सर्वं रदौ गिरिजया सह ददर्श तं च देवेशो हुदाशं शुकरूपिणम् तमुवाच महादेवः किञ्चित् कोपसमन्वितः सर्व उवाच निषिक्तमर्धं देव्यां मे वीर्यं च शुकविग्रह लज्जया विरतिश्चास्य त्वमर्धं पिब पावक यस्मात् त्वत्कृते विघ्नं तस्मात् त्वय्युपपद्यते युत्युक्तः प्राञ्चलिर्वह्निरपि बद्वीर्यमाहितं तेनाप्लुतास्तदो देवास्तन्मुखारुभवो यदः विपाट्य जठरं तेषां वीर्यं माहेश्वरं तदः निष्क्रान्तं तप्तहेमाभं वितदे शङ्कराश्रमे तस्मिन् सरो महज्जातं विमलं बहुयोजनम् प्रोद्भुल्लहेमकमलं नानाविहगनादितं तच्छ्रुत्वा तु सरो देवी जातं हेम महाम्बुजं जगाम कौतुकाविष्टा तत्सरः कनकाम्बुजं तत्र कृत्वा जलक्रीडां तदब्ज कृतशेखरा उपविष्टा तदस्तस्य तीरे देवी सखीवृता पादुकामा च तत्तोऽयं स्वादु निर्मलपङ्कजम् अपश्यत्कृत्तिकास्ताः स षडर्कद्युतिसन्निभाः पद्मपत्रे तु तद्वारि गृहीत्वा प्रस्थिता गृहं हर्षात् सोवाच पास्यामि पद्मपत्रे स्थितं पयः तदस्था ऊचुरखिला कृत्तिका हिमशैलजां कृत्यका ऊचुः दास्यामो दयिदे गर्भे सम्भूतो यो भविष्यति सोऽस्माकमपि पुत्रस्याद्दास्मत्राधा च वृत्तिमान् त्रिषु लोकेषु विख्यात सर्वेष्वपि शुभानने इत्युक्तो वाच गिरिजा कथं मद्गात्रसम्भवैः सर्वैरवयवैरुक्तो भवदीभ्यः सुतो भवेद ततस्तं कृत्तिकावूजो विधास्यामोऽस्य वै वयम् उत्तमान्युत्तमाङ्गानि यद्येवं तु भविष्यति उक्ता वै शैलजा प्राह भवत्वेव मनिन्दिदाः तदस्तु हर्षसम्पूर्णा पद्मपत्रस्थितं पयः तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलं पीते दुसलिले चैव तस्मिन्नेव क्षणे वरः विपाट्य देव्याश्च ततो दक्षिणं कुक्षिमुद्गतः निश्चक्रामद्भुतो बालो रोगशोकविनाशनः प्रभाकरकरव्रातप्रकारप्रकरप्रभुः गृहीतनिर्मलोदग्रशक्तिशूलाङ्कुशो नलः दीप्तो मार्हयितुं दैत्यानुद्धितकनकच्छविः ये तस्मात् कारणादेव कुमारच्चापि सोऽभवद् वामं विदार्य निष्क्रान्तस्ततो देव्या पुनः शिशुः स्कन्दोधवदनाद्वह्ने शुभ्रात् षड्वदनोरिह कृत्तिका सलिलदेव शाखाभिः सविशेषतः शाखा शिवाः समाख्याता षट्सुवक्त्रेषु विस्तृताः यतस्ततो विशाखोऽसौ ख्यातो लोकेषु षण्मुखः स्कन्दो विशाखषड्वक्त्रकार्तिकेयश्च विश्रुतः पक्षे चैत्रस्य बहुले पञ्चदश्यां महाबलौ सम्भूता वर्कसदृशौ विशाले शरकानने सिदे पक्षे तु पञ्चम्यां तथैतौ पावकानलौ बालकाभ्यां चकारैकं सन्ध्यायामेव भूदये तस्यामेव तदषष्ट्यामभिषिक्रो गुहप्रभुः सर्वैरमरसङ्खादैर्ब्रह्मोपेन्द्रेन्द्रभास्करैः गन्धमाल्यैः शुभैर्धूपैस्तथा क्रीडनकैरपि छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः अभिषिक्तो विधानेन यथावत् षण्मुखः प्रभुः सुधामस्मै ददौ चक्रो देवसेनेदिविश्रुताम् पत्न्यर्थं देवदेवेशो ददौ विष्णुरथायुधम् यक्षाणां दशलक्षाणि ददावस्य धनाधिपः ददौ हुदाशनस्तेजो ददौ वायुश्च वाहनं ददौ क्रीडनकं त्वष्टा कुक्कुडं कामरूपिणम् एवं सुरास्तु ते सर्वे परिवारमनन्तकम् ददुर्मुदितचेदस्कास्कन्दायादित्यवर्चसे जानुभ्यमवनौ स्थित्वा सुरसङ्घास्तमस्तुवन् स्तोत्रेणानेन वरदं षण्मुखं मुख्यशसुराः देवा ऊचुः नमः कुमाराय महाप्रभाय स्कन्दाय चास्कन्दिदानवाय नवार्कबिम्बप्रतिमप्रभाव नमोऽस्तु गुह्याय गुहाय तुभ्यं नमोऽस्तु ते लोकभयापहाय नमोऽस्तु ते लोककृपापराय नमो विशालमललोचनाय नमो विशाखाय महाव्रताय नमो नमस्ते तु रणोत्कटाय नमो मयूरोज्ज्वलवाहनाय नमोऽस्तु केयूरधराय तुभ्यं नमो धृदो दग्रपदागिनेते नमः प्रभावप्रणदाय तेऽस्तु नमोऽस्तु खण्डाधर धैर्यशालिनो कुमार ऊचुः कम्भकामं प्रयच्छामि भवन्तो ब्रूदनिर्वृताः यद्यप्यसाध्यं कृत्यं नो हृदये चिन्तितं चिरम् इत्युक्तास्तु सुरास्तेन प्रोजुप्रणदमौलयः सर्व एव महात्मानं गुहं मुदितमानसाः दैत्येन्द्रस्तारको नाम सर्वांहरकुलान्तकृदबलवान् दुर्जयस्तीक्ष्णो दुराचारोऽधिकोपनः तमेव जहि दुर्धर्षं दैत्यं सर्वविनाशनम् उपस्थितकृत्यशेषो ह्यस्माकं च भयावहः हिरण्यकशिभिश्चोग्रो ह्यवध्यो देवतागणैः यज्ञघ्नपापकर्मा वै येन ब्रह्मा पिता पितः यदौ हरस्वभद्रं ते तावकं च महाबलम् एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः जगाम जगदां नाथस्तूय मानोमरेश्वरैः तारकस्य वदार्थाय जगदां कण्टकस्य च ततश्च प्रेषयामास शक्रो गूढसमाश्रयः दूतं दानवसिंहस्य परुषाक्षरवादिनं न तु गत्वा ब्रवीदैत्यमभयो भीमदर्शनं दूत उवाच शक्रस्त्वामाह देवेशो दैत्यकेतुं दिवस्पतिः तारकासुर तच्छक्रिया कटयस्व यथेच्छया यज्जगज्ज्वलनोद्दीप्तं किल्बिषं च त्वया कृतं तस्याहं साधकस्तेद्य राजास्मि भुवनत्रये श्रुत्वै तदद्भुतं वाक्यं कोप संरक्तलोचनः उवाच दूतं दुष्टात्मा नष्टप्राय विभूतिकः तारक उवाच दृष्टं ते पौरुषं चक्र शतशोध महारणे निस्त्रपत्वान्नदे शान्तिर्विद्यते चक्रदुर्मते एवमुक्ते गते दूते चिन्तयामास दानवः नालब्ध संश्रह्यशक्रो वक्तुमेवमिहार्हति जातस्कन्दोऽधुना शक्राज्ञायते समुपाश्रयाद निमित्तौ कांस्तदा दुष्टान् सोपश्यन्नाशवे दिनः पांसुवर्षमसृक्पादं गगनादवनीतले वामनेत्रप्रकम्पं च वक्त्रशोषं मनोमयं स्वकानां वक्त्रपद्मानां म्लानदां च व्यलोकयद दुष्टांश्च प्राणिनो रौद्रान् सोपश्यद्दुष्टवादिनः तद चिन्त्यैव दिदिजोऽन्यस्तचित्तो भवत्क्षणाद यावद्गजकटाखण्डा खनत्काररवोत्कटं तद्वस्तुरङ्गसंखाद हेषोत्साहविभूषिताम् सैन्यैः सेनान्तरोदग्रध्वजराजैर्विराजितां विमानैश्चाद्भुताकारैश्चलितामलचामरैः विभूषणपिनद्धां च किन्नरोद्गीतनादितां नानाकतरुद्फुल्लकुसुमापीडधारिणीं विशोकास्त्रपरिस्फार चर्मनिर्मलदर्शिनीं विद्युत्पुष्टद्युदिधरां नानावाद्यविनादिनां सेनां नागसदां दैत्यप्रासादस्थो व्यलोकयत सञ्चिन्तयामास तदा किञ्चिद्विभ्रान्तमानसाः अपूर्वको भवेद्योद्धा यो मया न विनर्जितः ततश्चिन्ताकुलो दैत्यशुश्रावकडुकाक्षरं सिद्धवन्दिभिरुत्कृष्टमिदं हृदयदारुणम् जयातुलशक्तिदीधिधि पञ्जरभुजदण्डप्रचण्डतर रभससुरवदन कुमुदविकासन विलासनेत्र कुमारवर जयदिदिज कुलमहोदधि बडवानल मधुरमयूररथ सुरमकुडकोडि कुञ्चित चरणनखाङ्गुर महासेन जय चलितललित चूडाकलापनव विमलकमल दण्डकान्द दैत्येश वंश दुःसह दावानल जय विशाखविभो जय बालसप्तवासर भुवनालिशोकशमन जय सकललोकदिति सुधुरन्धर नाशकस्कन्द श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववन्दिभिः सस्मारब्रह्मणो वाक्यं वधं बालादुपस्थितं स्मृत्वा धर्मौखविध्वंसि सदा वीरपदानुगः मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेदसा कालनेमिमुखा दैत्या सन्त्रस्ता भ्रान्तचेदसः स्वेष्वनीकेषु च तदा त्वरा विस्मितचेदसः हिरण्यकशिभुप्राह दानवानां धुरन्धरः त्रपाकरं भवेन्मह्यं बालस्यास्य पलायनं यद्यहं हन्तवेयामि सोऽपि वै कमलाश्रितः हत्वाहं बालकं चैनं दुःस्पर्शस्यमकारणं यादधावदघृणीद योजयध्वं वरूधिनीं कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः किं बालयोद्धुकामोऽसि क्रीडकन्दुकलीलया येना तपो निसृष्टस्ते सत्सङ्करविभाषक बालत्वादधते बुद्धिरेवं स्वल्पार्थदर्शिनी कुमारोऽपि तमग्रस्तं बभाषे हर्षवत्तमं शृणुतारकशास्त्रार्थ इह नैव निरूप्यते शास्त्रैरर्थानदृश्यं दे समरे निर्भरं भये शिशुत्वं माम मंस्था मे शिशुकष्टो भुजङ्गमः दुष्प्रेक्षो भास्करो बालस्तदाहं दुर्जयः शिशुः अल्पाक्षरो न मन्ध्रः किं सस्फुरो दैत्य दृश्यते कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेपमुद्गरं कुमारस्तं निरासोग्रं चक्रेणामोकवर्चसा ततश्चिक्षेपदैत्येन्द्रो भिन्दिपालमयोमयम् करेण तं च जग्राह कार्तिकेयो मरारिह गदामुमोच दैत्याय समुद्धाय खरस्वनां तया हतस्ततो दैत्यश्चकम्पे चलराडिव मेने च दुर्जयं दैत्यस्तदा बालं सुदुःसहं चिन्तयामास बुद्ध्या वै प्राप्तकालो न संशयः कम्पितं च समालोक्य कालनेमि पुरोगमाः सर्वे दैत्यैश्वरा जघ्नुकुमारं रणदारुणं स तै प्रहारैरस्पृष्टस्तथा क्लेशैर्महाद्युधिः स बालो बलिभिर्वेगैरयुध्यदानवैरणे रणशौण्डाश्च दैत्येन्द्रा पुनर् जघ्नुशिलीमुखैः कुमारं समरे दैत्या बलिनो देवकण्टकाः कुमारस्य व्यथा नाभूद्दैत्यास्त्र निहतस्य दु प्राणान्तकरणं जातं देवानां दानवाहवं देवान्निपीडितान् दृष्ट्वा कुमारः कोपमाविशद ततोऽस्त्रैर्धारयामास दानावानामनीकिनीं तैरस्त्रैर्निष्प्रतिकारैस्ताडिताः सुरकण्टकाः कालनेमिमुखाः सर्वे रणे ह्यास्सन्पराङ्मुखाः विद्रुतेषु च दैत्येषु प्रहदेषु समन्ददः किन्नरोद्गारगीतैश्च हास्य सन्न्यस्तचेतनः जघ्ने कुमारं गदया निष्टप्तकनकत्विषा शरैर्मयूरं चित्रैश्च चकारविमुखं रणे दृष्ट्वा पराट्मुखो देवो मुक्तरक्तं स्ववाहनं जग्राहशक्तिं विमलां रणे कनकभूषणां बाहुना हेमकेयूररुचिरेण षडाननः तदो ब्रवीन्महासेनस्तारकं दानवाधिपं तिष्ठतिष्ठ सुदुर्बुद्धे यमलोकं विलोकय हदोह्यसि मया शक्त्या स्मरस्वं दैत्यचेष्टितं इत्युक्त्वा तु ततः शक्तिं मुमोच दिदिजं प्रति सा कुमार भुजोत्सृष्टा तत्केयूररवानुगा बिभेद दैत्यहृदयं वज्रशैलेन्द्रकर्कशं गदासुस्स पपादोर्व्यां प्रलये भूधरो यथा विकीर्णमगुडोष्णीषो विस्रस्ताखिलभूषणः तस्मिन् विनिहदे दैत्ये दानवानां धुरन्धरे नाभूत् कश्चित् तदा दुःखी नरकेष्वपि पापकृत स्तुवं तः षण्मुखं देवा प्राक्रीडन्नागदस्मिताः जग्मुस्वानेव भुवनान्निरस्याः संस्तथोत्सुकाः ददुश्चापि वरं सर्वे देवाश्च षण्मुखं प्रति तुष्टा सम्प्रार्थद सर्वार्थाः सह सिद्धैस्तपोधनैः देवा ऊचुः यः पठेत् स्कन्दसम्बन्धां कथामेतां महामतिः शृणुयात् श्रावयेद्वापि स भवेत् कीर्तिमान् नरः बह्वायुसुभग श्रीमान् कीर्तिमान् शुभदर्शनः भूदेव्यो निर्भयश्चापि सर्वदुःखविनिर्जितः सन्ध्यामुपास्य यः पूर्वां स्कन्दस्य चरितं पठेत् स युक्तकिन्नरैः सर्वैर्महाधनपतिर्भवेद् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे कुमारसम्भवतारकवधो नाम चतुश्चत्वारिंशोऽध्यायः ॐ